अत्र नैषधीयचरितात् उत्तममिदं श्लोकम् उदाहरति ग्रन्थकारः। तद्युष्माकं प्रीतये पठामि, तदोजसस्तद्यशसस्थिता विमौ वृथेति चित्ते कुरुते यदा यदा। तनोति भानौः परिवेषकैतवात् तदा विधिः कुण्डलनां विधोरपि। नलस्य ओजसः तदोजसः, नलस्य यशसः तद्यशसः। अत्र सतषष्ठीप्रयोगः। एतयोरग्रे इमौ सूर्यचन्द्रौ वृथा स्थितौ इति चित्ते यदा यदा ब्रह्मा जगत्कर्ता कुरुते तदा तदा एतयोः परितः एकां परिधिं नाम परिवेशं रचयति। यत्र वयं गगने कदाचित् पश्यामः सूर्यचन्द्रयोः परितः किञ्चित् प्रकाशवान् परिधिः कदाचित् कदाचित् दृश्यते। तद् किमर्थं करोति? एतयोः कुण्डलनां सूचयितुं, नाम शून्यतां सूचयितुं परिधिम् एवं रचयति। द्वितीयार्धे भिन्नप्रकारकश्चमत्कारो वर्तते। प्रथमार्धे तु पूर्वोक्तस्य कैमर्थ्यवचनप्रभेदकस्य प्रतीपालङ्कारस्यैव लक्षणं वयं पश्यामः।